नमस्कारः लृङ्लकारः इति करपत्रम् अनुवर्तते. तर्हि पुनःस्मरणार्थं तत्र लृङ्लकारः इत्यस्मिन् तु तत्र सामान्यतया लृङ्लकारः इति अवगन्तुं तत्र तत्र औत्सर्गिकसूत्रं वर्तते. लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति. अनेन किं ज्ञायते इत्युक्ते लृङ्लकारस्य अवगमनार्थं क्षम्यतां भगिनि, पुष्पा भगिन्याः दूरवाणी आसीत्, सा अपि आगमिष्यति इति मन्ये. तर्हि आहत्य लृङ्लकारस्य निमित्तं तु तत्र लिङ्निमित्तं यत् अस्ति तदेव औत्सर्गिकसूत्रमस्ति. पुष्पा भगिनी अपि अस्ति. नमस्कारः भगिनि. नमस्कारः पुष्पा भगिनि. तर्हि आरम्भतः वदेयं तत्र किमस्ति. तत्र लृङ् इति अवगमनार्थं प्रथमं तु लिङ् इत्यस्य निमित्तं किम् अस्ति इति अवगन्तव्यं. किमर्थम् इत्युक्ते तत्र लिङ् निमित्ते लृङ्लियातिपत्तौ इति औत्सर्गिकसूत्रमस्ति. अनेन किं भवति इत्युक्ते लिङ् निमित्तं किम् अस्ति इति अवगच्छामः चेत् तत्र यत्र यत्र क्रियायाः अतिपत्तिः अस्ति तत्र तत्र लृङ्लकारस्य विधानं भवति इति. इत्युक्ते तत्र असम्भावनार्थे लृङ्लकारः. अन्येषु अर्थेषु अपि लृङ्लकारः भवति, किन्तु अत्र अतिपत्ति यत्र लिङ्निमित्ते यत्र क्रियाः अतिपत्तिः भवति तत्र तु लृङ्लकारस्य विधानं भवति इति प्रथम औत्सर्गिकसूत्रमस्ति, प्रमुखसूत्रमस्ति. तत्र लिङ् निमित्ते इत्यनेन किमुच्यते इत्युक्ते तत्र लिङ् विधायकसूत्रमस्ति हेतुमतो लिङ् इति. अनेन यत्र हेतुवाक्यम् अस्ति, अनन्तरं हेतुमान् वाक्यमपि अस्ति, तादृशसन्दर्भे लिङ् निमित्ते इत्यनेन तादृशसन्दर्भे हेतुमतोर् इत्येव तत्र अर्थः अस्ति. प्रयोगे तत्र क्रियातिपत्तिः अस्ति चेत् तदा तु लृङ् भवति इति वयं पूर्वमपि वयं पठितवन्तः. तदनन्तरम् आसीत् अस्माकं तत्र भूते च. तर्हि किम् आसीत् लिङ्निमित्ते लृङ् क्रियातिपत्तौ इत्यस्मिन् भविष्यति इति अनुवृत्तिः अस्ति इति कृत्वा भविष्यत्कालार्थे लिङ्निमित्ते किम् अस्ति क्रियातिपत्तौ भविष्यत्कालार्थे लृङ्लकारस्य विधानम् आसीत्. तर्हि भूते अन्येषु कालेषु का व्यवस्था इति चिन्तयामः चेत् भूते च इति भूतकालार्थे भिन्नसूत्रम् अस्ति. अत्र किम् उक्तमस्ति चेत् लिङ्निमित्ते, अत्र तु अनुवृत्तिः सहितं भवति, लिङ्निमित्ते भूते च धातोः लृङ् प्रत्ययः परश्च क्रियातिपत्तौ इति भवति. अत्र तत्र भगिनी तत्र तत्र भविष्यदर्थे नित्यं भवति भगिनि, नित्यमेव खलु नित्यं भवति, नित्यमेव भवति. अस्तु, तर्हि भूते च इत्यनेन भूतकालार्थे अपि गृह्यते. यत्र अतिपतिः अस्ति चेत् तदा तु लृङ्लकारस्य विधानं जायते. अत्रापि नित्यं भवति वा? अत्रापि नित्यं भवति खलु, अत्रापि नित्यं भवति. यत्र लिङ्निमित्ते इत्युक्ते हेतुमान् भावः यत्र अस्ति, भावप्रयोगे भूतकाले अपि अतिपत्तिः अस्ति चेत् लृङ्लकारस्य विधानम् अत्रापि नित्यमेव विधानम् अस्ति. तदनन्तरं वैकल्पिकविधानं तु अग्रे आयान्तः. यत्र गर्हायाम् उदाहरणार्थम् अग्रिमसूत्रम् ओताप्योः इति अधिकारसूत्रमस्ति, इतः आरभ्य इति वयम् अवगन्तव्यम्. ओतापयोः इति सूत्रात् आरभ्य वैकल्पिकत्वं तत्र आरोप्यते. कुत्र वैकल्पिकत्वम् इत्युक्ते यत्र भूतकाले तु लिङ्निमित्ते यत्र क्रियातिपतिः भवति भूतकाले च अस्ति चेत् तदा तु वैकल्पिकं भवति. अन्येषु यदि लिङ्निमित्ते भविष्यत्कालार्थे अस्ति चेत् तत्र तु वैकल्पिकत्वं न आरोप्यते, नित्यमेव भवति. पुनः अस्ति यत्र लिङ्निमित्तं नास्ति तत्र भूतकालमस्ति, तत्र तु तदा तु अनु वा इति अनुवृत्तिः न भवति, वैकल्पिकत्वं नारोप्यते. रूपाणि अस्ति न, त्रीणि रूपाणि, त्रीणि त्रय निमित्तत्रय वर्तते अत्र. लिङ्निमित्ते भवेत्, भूतकालार्थे भवेत्, क्रियातिपत्ति भवेत्, तदा एव तत्र वैकल्पिकत्वम् आरोप्यते. भविष्यत्कालार्थे नित्यं भवति, लिङ्निमित्ते नास्ति चेदपि तत्र वैकल्पिकत्वं भूतकालार्थे न आरोप्यते. तर्हि तादृश अग्रिमसूत्रमस्ति गर्हायां लट् अपि जातोः इति सूत्रमस्ति. अत्र पश्यन्ति चेत् पश्यामः चेत् अत्र तु क्रिया तत्र तु लिङ्निमित्ते इति नास्ति, हेतुमनुभवः अत्र न अपेक्षितं. गर्हार्थे यत्र अपि नो चेत् धातु इति शब्दद्वयस्य प्रयोगः भवति तदा तु त्रिषु कालेषु अपि लट्लकारः भवति इति अत्र उक्तमस्ति. अनेन किं जायते, अत्र तु लिङ्निमित्तं नास्ति इति कृत्वा लृङ् प्रसक्तिः अपि नास्ति खलु. तर्हि त्रिषु कालेषु अपि गर्हार्थे अपि च धातु इति प्रयोगे केवलं लट्लकारस्य प्रयोगः एव नित्यं भवति खलु, अत्र वैकल्पिकत्वं नास्ति त्रिषु कालेषु. तर्हि अत्र किम् अस्ति, तावदेव अस्ति खलु. अत्र तु लिङ् इत्यस्य नास्ति, किन्तु अत्र तत्र किम् अस्ति, अत्र किमर्थम् अत्र पाणिनिना सूचितमस्ति इति न जाने. अत्र सिद्धान्तकौमुद्यां लट् अपि भवितुम् अर्हति इति दत्तं भगिनि न सिद्धान्तकौमुद्यं प्रसङ्गवशात् भूते लिङ् निमित्ते इत्येषां पदानां सूत्रे सम्बन्धो नास्ति इति अस्ति खलु भगिनि. ओके, केवलं लट्लकारस्य विधानमेव भवति, अत्र अन्यत् किमपि नास्ति, केवलं लट्लकारः इति अस्ति. तर्हि विषयान्तरमस्ति अत्र पठने तु विषयान्तरमस्ति. महोदय प्रश्न किमर्थं गर्हायां लदपि जातोः इति सूत्रम् आगत अष्टाध्यायक्रमे अस्ति इति, केवलं गर्हायाम् अनुवृत्ति गर्हायाम् अनुवृत्त्यर्थं तन्नदेव गर्हायाम् अत्र दत्तम् इति अग्रिमे सूत्रे विभाषा कथमि लिङ्च इत्यस्मिन् तत्र तु तत्र गर्हा इत्यस्य अनुवृत्तिः भवति इति कृत्वा अत्र गर्हायाम् अत्र लट्लकारस्य गर्हार्थे यत् सूत्रमस्ति तद् अत्र स्थापितम् अस्तु भगिनि. समीचीनम् अवगतं भगिनि. अस्तु तर्हि वयं पठामः वा, तत्र द्वयमेव अस्ति खलु, पठामः. अरुणा भगिनी पठति वा भगिनि, भवती तत्र भगिनि तत्र कथ विभाषा कथमि लिङ्च परिच्छेदं पठित्वा तत्र प्रतिपादय. विभाषा कथमे लिङ् च सूत्रं कथं शब्दस्य प्रयोगे त्रिषु कालेषु गर्हायां विकल्पेन लिङ् लकारः लट् अपि पक्षे कालत्रये लकाराः नाम लिङ् च लट् च असतोः लङ् लुङ् लुट् लुट् भवन्ति. अत्र भविष्यति नित्यं लुङ् भूते वा नाम लिङ् च लट् च असतोः पक्षे लिङ्निमित्ते क्रियातिपत्तौ भविष्यति लृङ् नित्यं भवति, भूते च लृङ् विकल्पेन गर्हायाम् इति वर्तते. कथं शब्द उपपदे गर्हायां गम्यमानायां धातोः लिङ् प्रत्ययो भवति शकारात् लट् च. विभाषाग्रहणं यथा यथा स्वं कालविषये विहितानां बाधनार्थम् इति काशिकायां लुङ्गि भविष्यति नित्यं भूते विकल्पेन कथं नाम तत्र भवान् वृषलम् अयाजयिष्यत् लुङ् प्रथमान्तं खतमि सप्तमान्तं लिङ् प्रथमान्तं च अव्ययम् अनेकपदमिदं सूत्रं लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते गर्हायां लडपि जाप्तोः इत्यस्य गर्हायां लट् इत्यस्य अनुवृत्तिः भूते च इत्यस्य अधिकारः ओताप्यो इत्यस्मात् वा इत्यस्य अधिकारः धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं खत्तमि गर्हायां धातोः लिङ् विभाषा लट् च प्रत्ययः परश्च लिङ् निमित्ते भूते च लृङ् क्रियातिपत्तौ विभाषा कथमि लिङ् च इति सूत्रं वदति कथं शब्दं गर्हार्थे प्रयुज्यते अत्र विकल्पेन धातुतः लिङ् लकार वा लट् लकार भवितुमर्हति लट् लकार तिसृकालेषु लट् एव भवति तत्र लिङ् च लट् च लुङ् लङ् लुङ् लुट् लुट् च अपि भवितुमर्हति वयं जानीमः भविष्यत्काले अस्ति चेत् लृङ् नित्यं भवति नित्यं भवति भूते च वा इति विकल्पेन भवति किं भगिनि असतोः अर्थं किं भगिनि भगिनि अत्र असतो अस्तातोः तत्र किम् अस्ति एते अपि अपि च भवन्ति इति अस्ति इति असतोः लङ् लृ लुङ् लृट् लृ मीन्स् लृ लुट् लृट् ते सर्वे भवन्ति इति असति इति स्वीकृत्य असति इति किमर्थम् अस्धातोः स्टिप् रूपम् इति मन्ये भगिनि सप्तमी असतो अत्र दत्तपत्रं लिङ्निमित्ते क्रियाते तु तदेव अधुनापि दत्तं गर्ह्याम् इति वर्तते गतशब्दम् उपपदे गर्हायां गम्यमानायां धातोः लिङ् प्रत्ययो भवति उपपदे किमर्थम् अत्र दत्तं भगिनि कथं शब्द कथमिति साक्षात् प्रतिपदोक्तत्वं भवेत् खलु कथम् इति शब्दस्य प्रयोगे एव तादृशं भवति खलु इति कृत्वा विभाषाग्रहणं यथा अश्वः कालविषये विहितानां बाधनार्थम् इति काशिका वदति विभाषा असत् इति शत्रन्तरूपम् अस्ति भगिनि असत् इति अस इति कश्चन धातुः अस्ति उभयपदिधातुः अस्ति तत्र कृदन्तरूपं शत्रन्तरूपं तु असत् इति भवति तदा तु असोः इति अत्र अर्थः अस्ति अस धातोः अर्थः असति इत्यस्य अर्थः अस्ति गति दीप्ति आधानेषु इति इत्युक्ते गतिः गति दीप्ति आधानेषु इति टु गो टु शैन् टु ग्लो टु टेक् इति So when it takes those two words or when it goes through goes with those two words then we have sorry when both the lat lakara ling cha ling ling cha lat cha so means when both happen together or when both go together tada to anyani api lakara ha bhavanti iti vibhasha itene na anya lakara nam api anyesham lakara nam api tatra विधानं भवति नवट्यसाहितसूत्रं दीर्घमस्ति, अनेक अनुवृत्ति अस्ति. सप्तमी दशायां धातोः लिङ् विभाषा लच्च प्रत्ययः परश्च लिङ्निमित्ते भूते च वा लुङ् क्रियातिपत्तौ इति अस्ति. कथम् इति शब्दः गाहायमर्थे धातु अस्ति चेत् लिङ् विकल्पेन लक् प्रत्ययः परश्च भवति. अन्यमस्ति लिङ्निमित्ते भूते च वा इत्यनेन लियातिपत्तौ लृङ् अपि भवितुमर्हति. तदेव अत्र सूत्र अनुवृत्तिसहितसूत्रमर्थम् देव भगिनि. आं भगिनि, समीचीनं भगिनि. अग्रे पुष्पा भगिनी पठति वा भगिनि अग्रिमपङ्क्ति. हा, सिद्धान्तकौमुद्याम् निदर्शनम् अस्ति. कथं धर्मं त्यजसि वा, कथं धर्मं त्यजसि वा, कथं धर्मं त्यजसि वा, त्वं कथं धर्मस्य त्यागं कर्तुं शक्नुयाः. अत्र कथं शब्दस्य व्यवहारः अपि च गर्हा इत्यस्मिन् अर्थे अस्ति. गर्हा इति वदनेन किमर्थम्? निन्दार्थे इति भगिनि, निन्दा इति. अस्तु अस्तु, निन्दार्थे. कथम् इति शब्दः, अतः त्यज् धातुतः विभाषा कथमि लिङ्च, विभाषा कथमि लिङ्च इत्यनेन विधिलिङ्लकारः विधीयते. त्यजे इति रूपम् इति लटि च त्यजसि, त्यजेः इति रूपम् इति लटि च त्यजसि. हा न, एकवारं मया मनसि तिष्ठति. विभाषा इत्युक्तवात् विकल्पेन, विकल्पेन लटि लटि लकारः विधिलिङ्गे अपरस्मिन् पक्षे. एकनिमिष भगिनि, एकनिमिष. न, एतद् कुत्र कथम् एतद् देयते इति न पूर्वतनविषयं दृष्टं. विभाषा इत्युक्तत्वात् विकल्पेन अपरस्मिन् पक्षे यथा योग्यम् अत्यजः. अपरस्मिन् पक्षे यथा योग्यम् अत्यजः. त्यक्षसि इत्यादीनि रूपाणि अत्यजः, रक्षसि, त्यक्षसि. भविष्यति क्रियातिपत्तौ नित्यं लृङ्, कथं नाम तत्र भवान् धर्मम् अत्यक्ष्यत्. अत्यक्ष्यत् तु लृङ् अस्ति, अस्तु. सिद्धान्तकौमुद्यनिदर्शनम् एतदस्ति. कथं धर्मं त्यजसि वा, तत्तु त्वं कथं धर्मस्य त्यागं कर्तुं शक्नुयाः, तदेव अर्थम् एतस्य अर्थम्. अत्र कथं शब्दस्य व्यवहारः अपि च गर्हा इत्यस्मिन् अर्थे अस्ति. अस्तु अस्तु अस्तु. कथम् इति शब्दः गर्हा इति शब्द इत्यस्मिन् अर्थे एतत् कथम् अस्ति. अतः त्यज् धातुतः विभाषा कथमि लिङ् च, तत्तु तद् सूत्रेण विधिलिङ्लकारः विधीयते, तत्तु त्यजेः इति रूपं. विधिलिङ् त्यजेः, अस्तु. लटि च त्यजसि, विभाषा इत्युक्त्वात् इत्युक्तत्वात् विकल्पेन अपरस्मिन् पक्षे अत्यजः त्यक्ष्यसि एतद् एतद् अपि रूपाणि सन्ति. भविष्यति क्रियातिपत्तौ नित्यं लृङ्गः लृङ् इति इत्यनेन द अत्य धर्मम् अत्यक्ष इति रूपम् अपि भवति. सम्यक्? आं भगिनि, समीचीनं. मनसि मनसि मनसि तिष्ठ द्वे पठामि. किं वृत्तेः लिङ् लृटौ इति. किं वृत्ते नाम किम् इत्यस्य प्रश्नवाचकशब्दाः कः कतरः कथमः सन्ति चेत् धातुतः विधिलिञ्च लृट् लृट्ष भवतः गर्हायां. गर्हायाम् इत्येव विभाषा न स्वर्यते. किं वृत्ते स्वर्यते इति स्वर्यते इति न भवति इति मन्ये. स्वृधातुः तत्र किमस्ति? इट् डजन् फालो फालो फ्लोट् फ्लो फालो अनुवृत्ति. किं वृत्त उपपदे किं किं वृत्ते उपपदे गर्हायां गम्यमानायां धातोः लिङ् लृटौ प्रत्ययो भवतः. सर्वलकाराणाम् अपवादः. भाषा इति नास्ति खलु, केवलं लृङ् लृटौ इति अस्ति. सर्वलकाराणाम् अपवादः अस्ति. लिङ् ग्रहणं लोटः परिग्रहार्थम् अपरिग्रहार्थं लट क्षम्यतां लिङ् ग्रहणं लटः अपरिग्रहार्थम् इति काशिकायां. विभाषा इत्यस्य अनुवृत्तिः नास्ति इति पूर्वाचार्याणां वचनम्. लृट् लकारस्य कथनेन अपरेषां कालानाम् अपवृत्तिः, अतः सर्वलकाराणाम् अपवादः. लिङ् इत्यस्य पुनः साक्षात् कथनेन लट् इत्यस्य अनुवृत्तिः बाधिता. किमः वृत्तं किं वृत्तं तस्मिन् किं वृत्तेः षष्टितत्पुरुषः. लिङ् च लृक्षतयोः इतरेतरद्वन्द्वो लिङ् लृटौ. वन् मोर् शूटिङ्ग् आयता प्रदीप्, वन् मोर् शूटिङ्ग् आयता. इदागतलो अदागत इन्नोन् शूटिङ्ग् आगिदिया. ओ सारी सारी सारी सारी. ओ चिन्ता नास्ति भगिनि. तत्र किम् अस्ति? आम् तत्र किं वृत्तेः सप्तम्यन्तं किं वृत्ते सप्तम्यन्तं लिङ् लृटौ प्रथमान्तं द्विपदमिदं सूत्रं. गर्हायां लट् अपिजातोः इत्यस्मात् गर्हायाम् इत्यस्य अनुवृत्तिः. लिङ् निमित्ते लृङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते. भूतेच इत्यस्य अधिकारः. ओतापयोः इत्यस्मात् वा इत्यस्य अधिकारः. धातोः प्रत्ययः परश इत्यस्य इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रं. किं वृत्ते गर्हायां धातोः लिङ् लृटौ प्रत्ययौ परश. लिङ् निमित्ते भूते च वा लृङ् क्रियातिपत्तौ इति. अस्तु, तर्हि किं शब्दस्य प्रयोगे किं वृत्तेः इति किम् इति इत्यस्य वृत्तिः यत्र अस्ति, प्रवर्तनं यत्र अस्ति, यदा वर्तते तदा तु गर्हार्थे धातोः परे लिङ्लकारः लृट् लकारौ प्रत्ययो परः भवति इति. सामान्यतया अत्र किमर्थम् यत्र अत्र लिङ् इति सूत्रे लिङ् इति सूत्रे सूत्र सूत्रात् पूर्वसूत्रेषु पूर्वसूत्रेभ्यः अनुवर्तयितुं शक्नोति पाणिनिः लाघवार्थं. किन्तु यदा करिष्यति चेत् तत् किं भवति, पूर्वसूत्रे तु लिङ् च लट् अपि भवति आसीत् खलु, विभाषा लिङ् च इति इत्यस्मात् तत्र तदा तु यदि च इति करोति चेत् लृट् च इति करोति चेत् तदा तु लट् अपि आगच्छति इति कृत्वा तद् निवारयितुं पुनः लिङ् इति उक्तमस्ति. तत्र लट् मास्तु इति अवबोधं. लृट्लकारस्य ग्रहणेन यत्र कालस्य सर्वेषां कालानामपि अपवादः अनेन जायते लृट्लकार लकारेण. किमर्थमित्युक्ते साक्षात् उक्तम् अस्ति खलु भविष्यत्कालप्रयोगः अत्र उक्तम् अस्ति इति कृत्वा कालद्वयस्य अपि अत्र उल्लेखनम् अस्ति. अन्येषां कालानां सर्वानामपि अपवादः भवति. तर्हि अत्र तु पुनः लिङ्निमित्ते लृङ्क्रियातिपत्तौ इत्यस्य अनुवृत्तिः अस्ति इति कृत्वा यत्र गर्हार्थे प्रयुज्यते किं शब्दः प्रयुज्यते सामान्य तत्र प्रयुज्यते चेत् सामान्यतया प्रयुज्यते इति लिङ् लृट् भवतः. किन्तु यदि हेतु हेतुमान् भव लिङ्निमित्ते इति उक्तम् अस्ति अनुवृत्तिः अस्ति इति कृत्वा यत्र हेतु हेतुमत् प्रयोगः भवति तदा तु भूतकाल तत्र किम् अस्ति भविष्यत्कालार्थे क्रियातिपत्तिः अपि अस्ति चेत् भविष्यत्कालार्थे तत्र किं भवति लृङ् नित्यं भवति भूतकालार्थे तु लृङ् विकल्पेन भवति इति कृत्वा प्रायः वदन्ती अस्मि. प्रायः भूतकाले तु लृङ् भवति विकल्पेन भवति खलु इति कृत्वा लृङ् भवति लिङ् भवति लृट् अपि भवति भूतकालार्थे. यदि भविष्यत्कालार्थे अस्ति चेत् अतिपतिः अस्ति चेत् लृङ् एव भवति तत्र तु अन्य विकल्पं नास्ति इति मन्ये. अग्रिमपङ्क्तिं यदा पठामः तदा प्रायः अवगच्छेम इतोपि सम्यक् परन्तु हेतुमत् हेतुमति तद् कथम् आगच्छति लिङ्निमित्ते खलु लिङ्निमित्ते तदेव प्रथमतया पठावः न अपठत् प्रथमं जातम् आमां तस्य अनुवृत्तिः अरुणा भगिनी वक्तुमिच्छति किं वृत्ते सप्तम्यन्तम् अनन्तरं पुनः किं वृत्ते प्रथमान्तम् इति टैपो अस्ति वा भगिनी? मम करपत्रे तु किं वृत्ते सप्तम्यन्तं लिङ् ऋतौ प्रथमान्तम् इति उक्तमस्ति भगिनि. प्रायः भवत्याः करपत्रं पुरातनं स्यात् साक्षात् जालपुटे तु प्रथमान्तम् इति उक्तमस्ति. किं वृत्ते सप्तम्यन्तं लिङ् ऋतौ प्रथमान्तम् इति उक्तमस्ति मम करपत्रे. ओके भवती एव पठति वा अरुणा भगिनि अग्रिमपङ्क्ति भगिनि एकनिमिष हेतु हेतु हेतुमद्भावः लिङ्निमित्ते इत्युक्ते सामान्यतया अत्र देर् इस् अ कास् अण्ड् एफेक्ट् सेण्टेन्स् देर् आर् टु सेण्टेन्स् वन् इस् अ कास् अनदर् वन् इस् एफेक्ट् तादृशं परन्तु अत्र अत्र नास्ति न उच्यते वि जायिन् इट् यूसिङ्ग् यदि तर्हि आर् वि जायिन् देम् यूसिङ्ग् चेत् परन्तु अत्र अत्र नास्ति न अत्र एक एव पङ्क्ति अस्ति द्वे द्वे पङ्क्ति पठित्वा अवगच्छामः भगिनि तत्र पठति वा भगिनि? न कृतं भगिनि अन्यसूत्रं न कृतं भगिनि. न अग्रिमपङ्क्ति उदाहरणानि सन्ति भगिनि मम समीपे नास्ति भगिनि. हा अस्ति अस्ति भगिनि सिद्धान्तकौमुद्यां निदर्शनं भगिनि पठति वा भगिनि? पठामि. सिद्धान्तकौमुद्यां निदर्शनम् अस्ति अपि जायां त्यजसि जातु गणिकामाधत्से अन्यत् पठति भगिनि न तदेव अस्ति. एकनिमिष कथमः वा हरिं निन्देत् निन्दिष्यति तद् पूर्वे अस्ति अस्ति एकनिमिष न पूर्वे अग्रे अस्ति निदर्शनं कथं धर्मं तत् तदेव मया पठितम् सिद्धान्तकौमुद्यां निदर्शनम् अस्ति सः कतरः कतमः वा हरिं निन्देत् निन्दिष्यति वा नाम कः अभाग्यः यः हरेः निन्दां कुर्यात् तत्तु लोट् अस्ति न अत्र षड् वाक्यानि भवन्ति कुर्यात् इति निन्देत् इति विधिलिङ्गस्ति स्त्रीलिङ्ग् अस्ति, निन्दिष्यति लृट् अस्ति, तर्हि तदेव किं वृत्तेः लृङ् लृटौ इति अस्ति खलु सामान्यतया. यत्र अपत्ति क्रियाधिपतिः अस्ति, यत्र न क्रियाधिपतिः नास्ति तत्र तु हेतुमद्भावः न अपेक्षते फर् अन् आर्डिनल् सेण्टेन्स् वेर् देर् इस् नो क्रियाधिपति. तत्र तु केवलं किं वृत्ते लिङ् लृटौ इत्येव तत्र अनुवृत्तिः अस्ति. कृतेः ग्रन्थायां धातोः लृङ् लृटौ प्रत्ययौ परश इत्येव स्वीकर्तव्यं. सामान्यविवक्षायाम् यत्र क्रिया अतिपतिः नास्ति इत्युक्ते लिङ्निमित्तं नास्ति, क्रियातिपतिः नास्ति चेत् केवलं तावदेव अस्ति. तर्हि किं शब्दः कः, कतरः, कतमः, तादृश किं शब्दाः. तदनन्तरं किम् अस्ति तत्र गर्हार्थे प्रयुज्यति चेत् कः कतमः वा हरिं निन्देत् इति तत्र गर्हार्थे प्रयुज्यते. हू इस् अब्यूसिङ्ग् सेन्सरिङ्ग् हरिः इति. तदा तु केवलं विधिलिङ्ग्लकारः लृङ्ग्लकारः एव तिष्ठति. अत्र षड् वाक्यानि भवन्ति. कः हरिः हरिं निन्देत्, कतरो हरिं निन्देत्, कतमो हरिं निन्देत्. षट् नास्ति अत्र त्रीणि एवमेव को एवमेव कः हरिं निन्दिष्यति, कतरः हरिं निन्दिष्यति, कतमः केवलं षड्वाक्यानि इति न सन्ति. स्त्रीलिङ्गे लिखामः चेत् का इति भवति, तद् कतरा इति भवति, कतमा इति भवति. तदा तु स्त्रीलिङ्गे अपि अनेके तत्र वाक्यानि भवन्ति. अनन्तरं नपुंसकलिङ्गे अपि कतमम् इति नपुंसकलिङ्गे अपि भवति. अत्र किं शब्दस्य व्यवहारः भवति विभक्तिषु अपि विधानं भवति चेत् अपि तत्र भवति खलु. अत्र परन्तु तद् तद् न वयं स्त्रीलिङ्गे या पुल्लिङ्गे भवति चेत् एतदेव षड् अस्ति इति. अत्र किं शब्दस्य व्यवहारः भवति गर्ह अर्थे, अतः किं वृत्ते लिङ् लृटौ इत्यनेन विधिलिङ्गि निन्देत् स वृति निन्दिष्यति इति रूपद्वयं सिद्ध्यति. सिद्धान्तकौमुद्यां लृङ् प्राग्वत् इत्युक्तं यतोहि पूर्वतनतु सूत्रे विभाषा कथमि लिङ् च इत्यस्मिन् यथा तथैव अत्रापि अतीते विकल्पेन लृङ्लकारः भविष्यत् काले च नित्यं लृङ् भवति. अतः पक्षे क्रियातिपत्तौ अनिन्दिष्य इति आगच्छति. अस्तु अत्र एतदेव त्वमेव विवरणं कृतम्. अत्र उदाहरणं न दत्तम् इत्र, अत्र किन्तु काशिकायां पश्यामः चेत् तत्र उदाहरणं दत्तमस्ति. को नाम वृषलः यः तत्र भवान् अयाजयिष्यत् इति. इत्युक्ते तत्र वाक्यद्वयम् अस्ति खलु, को नाम वृषलः इति प्रथमवाक्यं, द्वितीयवाक्यं निन्दर्थे अस्ति. किं शब्दस्य प्रयोगः इति वर्तनेन किं वृषलः इति भगिनि एकनिमिषं भगिनि, तत्र को नाम वृषलः, वृषलः तत्र तत्र चाट् मध्ये स्थापयिष्यामि यदि भवन्तः न पश्यन्ति. को नाम वृषलः यं भवान् अयाजयिष्यत् इति अस्ति. अत्र तु किं शब्दस्य प्रयोगः अस्ति. तदनन्तरं निन्दार्थे अस्ति खलु, किं नाम इति तत्र निन्दार्थे उक्तमस्ति, गर्हार्थे उक्तमस्ति वाक्यं. तदनन्तरं को नाम वृषलः इति प्रथमवाक्यं, तत्र तु हेतुः अस्ति. यं तत्र भवान् अयाजयिष्यत् इति तत्तु हेतुमत् वाक्यमस्ति. तादृशहेतुमतोर्प्रयोगे यत्र भवान् याजयितुं प्रयतितवान् किन्तु असफलः जातः खलु क्रियायाः. एकवारं वदतु, you had tried to make him sacrifice tyagah itra to do a yajna but it didn't happen ityasmin arte tatra atipati ityasmin arte atra tu yatra nityam tatra bhavishyat kala arte asti chet तत्र नित्यं ऋङ्लकारस्य प्रयोगः भूत्वा अनेतदेव वाक्यं भवति को नाम वृषलः यं तत्र भवान् अयाजयिष्यत् इति भवति यदि भूतार्थे अस्ति चेत् तदा तु हो न को नाम वृषलः यं तत्र भवान् अयाजयिष्यत् इति एकं वाक्यं तदनन्तरम् अन्यवाक्यद्वयं भवति खलु यत्र तत्र विकल्पेन आगच्छति इति कृत्वा तत्र किं भवति भूतकालार्थे प्रायः वाल् रिङ्ग् इति उक्तमस्ति तत्र भूतकालार्थे तत्र कस्य लकारस्य प्रयोगः भवति भूतकाले भूतकालार्थे वैकल्पिकलकारः कः भवति इति चिन्तयन्ति केवलं रुङ्ग् ओन्लि न न वि हेड् लर्ण्ड् दट् प्रायः तत्र लङ् लकारः एव वा न जाने कालम् अनुसृत्य भवति वा न जाने तदेव पश्यन्ति अस्मि न्यासे वा अन्यत्र किमपि उच्यते वा अनिन्दिष्यत् अस्ति न तदेव अत्यजिष्यत् आं भगिनि तत्तु लृङ्ग् अस्ति खलु भूतकालार्थे विकल्पिकम् एव भवति विकल्पिकं भवति खलु तर्हि अन्यविकल्पः कः इति पृच्छन्ति अस्मि अन्ये लट् नाट् लट् भागवत् एतत् हा एतत् लिङ्ग् लिङ्ग् लृटि निन्दिष्यति भगिनि नमस्कारः भगिनि भविष्यत्काले निन्दिष्यति भगिनि मम तत्र वि आर् रीडिङ्ग् तत्र वयं तु एवं सूत्र एतत् सूत्रं पठन्तः स्मः किं वर्गं न मङ्गलवासरे अहं ओ न गतवती वा अस्तु अहम् एकवारं तत्र पुनः वदामि तत्र भवत्याः तत्र लाभाय भवति इति कृत्वा वदामि किं वृत्तेः लिङ् लृटौ इति अस्ति किं वृत्ते लृङ् लृटौ इति सूत्रमस्ति अग्रिमं सूत्रं भगिनि अत्र किम् उक्तमस्ति इत्युक्ते किं वृत्ते इत्येन किं शब्दस्य प्रयोगे वयं पूर्वमपि पठितवन्तः खलु लिङ्लकारस्य विधानम् इति कृत्वा वयं पठितवन्तः लृट्लकारस्य विधानम् इति वयम् एतत् सूत्रं पठितवन्तः किं वृत्ते लृङ्लृटौ तदेव अस्ति यत्र किं शब्दस्य प्रयोगे इत्युक्ते कः कत्रः कथमः इति किं शब्दस्य प्रयोगे यत्र गर्हार्थे गर्हायाम् इति अनुवृत्तिः अस्ति तर्हि गर्हार्थे तदा तु लड् धातोः परे लिङ् भवति लृट् अपि भवति इति विकल्पेन लिदृट् भवति इत्युक्ते उदाहरणवाक्यमस्ति कः हरिं निन्देत् नो चेत् कः हरिं निन्दिष्यति इति वाक्यं भवितुम् अर्हति तदनन्तरम् उक्तमस्ति यत्र लिङ् निमित्ते एतदेव सूत्रे अस्मिन्नेव सूत्रे अनुवृत्तिः अस्ति लिङ् निमित्ते लृङ्क् वियाति पतौ भूते च इत्यपि अनुवृत्तिः अनुवृत्तयः सन्ति तदा किं भवति इत्युक्ते यत्र अतिपतिः हेतुमद्भावः प्रयोगः अस्ति चेत् किं शब्दस्य प्रयोगे गर्हार्थे यथा प्रयुज्यते यदा प्रयुज्यते तदा तु भविष्य अतिपतिः क्रियायाः अतिपतिः अस्ति चेत् तदा तु वयं पूर्वमेव उक्तवन्तः खलु लृङ्लकारस्य नित्यं विधानं भवति भविष्यत्कालार्थे भूतकालार्थे चेत् विकल्पेन विधानं भवति इति पठितवन्तः तर्हि उदाहरणवाक्यम् अस्ति को नाम वृषलः इति प्रथमहेतुवाक्यमस्ति तदनन्तरं यं भवान् अयाजयिष्यत् इति द्वितीयवाक्यं हेतुमत् भावः अस्ति तत्र तु अतिपतिः अस्ति इति कृत्वा अयाजयिष्यत् इति तत्र लृङ्लकारस्य प्रयोगः कृतः अधुना भविष्यत्कालार्थे क्रियते चेत् एवमेव एकमेव वाक्यं भवति, को नाम वृषलः यं तत्र भवान् अयाजिष्यत् इत्येव भवति। भूतकालार्थे अस्ति चेत् लृङ्लकारस्य विधानं भवति, किन्तु विकल्पेन कः लकारः आगच्छति इति मम भ्रमः जायते भगिनि। लङ् भवति वा नो चेत् न श्रूयते भगिनि। किन्तु कः विकल्पेन श्रुतवती लिङ् लकार अस्ति, इदानीं श्रूयते? ओ लिङ् लकारः भवति वा? आमां विकल्पेन, भूतकाले भूतकाले अस्ति चेत् विकल्पेन लिङ् लकारः भवति। लिङ् निमित्ते इति कृत्वा लिङ् लकारः तथैव भवति, किन्तु विकल्प यत्र अस्ति तत् लिङ् लकारः भवति। ओ अस्तु भगिनि, इति महोदय उक्तवान्, ध्वनिमुद्रा अहं श्रुतवती उक्तवान्। समीचीनं भगिनि। अपि लिटि वा लिङ् त्रिषु कालेषु भवति, लिटि वा लिङ् इति अपि महोदय उक्तवान्। किं भगिनि? यथा कथं गृहायाम् अस्ति तत्र सूत्राणि अस्ति, लट् लकार वा लिङ् लकार भवति, किन्तु असति लट् वा लिङ् तत्र वयं दृष्टवन्तः लङ् लकार भवति वा लुङ् लकार भवति वा लिट् लकार भवति वा सर्वेषां लकाराणामपि तत्र समागमः भवति तत्र। किन्तु अस्मिन् सूत्रे सर्वेषु लकारेषु लिङ् वा लिट् एव भवति। अत्र अन्येषाम् अनुवृत्तिः नास्ति, किमर्थम् इत्युक्ते सूत्रात् पूर्वतनसूत्रात् लिङ् इति अनुवर्तयितुं शक्नुमः, तदा भवति किं वृत्ते लृच्छ इति भवितुमर्हति वाक्यं, तदा किं लट्लकारस्य अपि अनुवृत्तिः भवति इति कृत्वा एव तद् निष्कास्य पुनः सूत्रितमस्ति लिङ् लृटौ इति सूत्रितम्। आशयः अस्ति लट्लकारस्य अनुवृत्तिः न भवेत्, न भवेत् एव भवेत् आशय, अतः लिङ् लकार पुनः इति अस्मिन् सूत्रे दत्तमस्ति। तदा महोदय उक्तवान् शक्तशाली सूत्रम् अस्ति। किं सूत्रम्? शक्तशालीसूत्रम् अस्ति। शक्तिशालीसूत्रं वा? इति कोऽपि उक्तवान् शक्तिशालीसूत्रं, महोदय उक्तवान् आं बहु शक्तिशाली तद् तत्तु एतद् किं वृत्ते लिङ् ऋटौ तदेव तद् शक्तिशाली बिकास् इट्स् सर्वलकाराणामपि अपवादः अत्र भवति खलु इति कृत्वा तदेव तत्कारणात् एतदेव तिष्ठति। परन्तु त्रीणि किं त्रीणि मया न अवगतं, किं त्रीणि भगिनि? लिट् लकार कः कतरकं कथं त्रय वाक्यानि त्रीणि वाक्यानि लिट् लकारे कः कतर कथं त्रीणि वाक्यानि लिङ् लकारे, अतः षड् वाक्यानि। तदेव वयं वदन्तः स्मः भगिनि, स्त्रीलिङ्गे अपि स्वीकुर्मः चेत् अनेके अनेकानि वाक्यानि भवन्ति खलु, वयम् अस्माकं का अपि कः कतर कथम् इति तेषां लकार वचन लिङ् सत्यं का कतरा कतमा इति भवति, तरत्तमप्रत्ययौ खलु, तत्र स्त्रीलिङ्गे अपि भवति, तदनन्तरं कः कतर कथम इत्यस्य अन्येषु विभक्तिषु अपि भवति खलु. कस्मिन् नाम नगरे भवान् दृष्ट्वा मया जयिष्यत् इति वक्तुं शक्यते, तदापि वाक्यं भवति. भवति किमर्थम् इत्युक्ते वयं किं वृत्तेः लृङ्लृतमिति पुरं पूर्वमेव पुरा एव वयं पठितवन्तः. लिङ्लकारस्य विधानं लृट्लकारस्य विधाने अपि पठितवन्तः. परिचितसूत्रमस्ति तद्. So it comes in all vibhakti form, all linga forms as well. You literally get multiple sentences. All vibhakti? Aam bhagini. Udaharanartham. Kasmin nagare yatra bhavan dushalamayajishyat iti. Kasmin nama nagare bhavan dushalamayajishyat iti. Kasmin niti tatratu kim shaddhasi saptami vibhakti hasti galu. वृषलं वृषलम् इति शूद्रः इति वृषलः इत्युक्ते शूद्रः चतुर्थवर्णः. एतद् न पठितवन्तः. अनल् न वदति एव अनल् अनवल् कल्प तद् परिवर्त्य मूढं दुष्टम् इति किमपि अन्यत् किमपि लिखितुं शक्नुमः. मर्षयोः किं वृत्तेपि तद् न पठितं अग्रिमसूत्रं एतदेव. तत् एतदपि पूर्वं पठितम् अनवक्लुप्त्यम् अमर्षयोर् अकिं वृत्तेपि वयं तत्र लृङ्लकार न पठितं. वि स्टडीड् इन् एतद् एतद् पूर्व मङ्गलवासरे न पठितं तावदेव अस्ति इति मन्ये. न विरमामः तर्हि. अस्तु तदेव न तदेव न सरला भगिनी सरला भगिनी.